गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति स्नेहः स्नेहः अतिरिक्तगुणः इति जलमात्रवृत्ति इति अपि पिण्डिभावं प्रति कारणम् एतत् सर्वं वयं दृष्टवन्तः तत्र कारणं कीदृशकारणं स्नेहः इत्युक्ते तत्र निमित्तकारणम् इति तत्र वयं ज्ञातवन्तः अतः तत्र आरम्भे अद्य तत्र पुनः एकवारं तत्र कारणानि कानि अपि तत्र एतत् कारणम् इति कथं वक्तव्यम् इति किञ्चित् अभ्यासः अपेक्षितः अतः सः अभ्यासः अद्य भवेत् इति मम चिन्तनं तर्हि तत्र एकमेकं स्वीकृत्य किञ्चित् अभ्यासः भवतु तर्हि प्रथमविधकारणम् अस्ति समवायीकारणं तदनन्तरम् अस्ति असमवायीकारणम् असमवायीकारणे तत्र द्वैविध्यं भवति असमवायीकारणे द्वैविध्यं भवति प्रथमविध असमवायीकारणं द्वितीयविध असमवायीकारणम् इति अस्ति अपि यद् कारणमस्ति किन्तु समवायिकारणमपि नास्ति असमवायिकारणमपि नास्ति किन्तु कारणमस्ति इत्युक्ते तद् भवति निमित्तकारणम् तर्हि कारणमिति जानीमः किन्तु समवायिकारणमपि नास्ति असमवायिकारणमपि नास्ति तदा निमित्तकारणम् इति वदामः तर्हि समवायिकारणं तस्य उदाहरणं स्वीकुर्मः तत्र कथं भवति इति पश्यामः तर्हि तत्र समवायिकारणस्य उदाहरणं का वदति नीता भगिनी वदति वा आं वदामि वदामि तत्र समवायिकारणम् इत्युक्ते तत्र रूपं घट घट घटस्य रूपम् इति वदामः चेत् घटरूपं तत् घटरूपं तत्र अत्र किं भवति तत् घट घट स्वयं तत्र घट तादात्म्यसम्बन्धेन स्वस्मिन् एव स्थित्वा समवायसम्बन्धेन रूपं जनयति इति वदामः वयम् इत्युक्ते तत्र कार्यं हा कार्यं समवाय कारणं तादात्म्य सन्दर्भेन तत्र कारणं तिष्ठति तत्र स्वस्मिन् एव तिष्ठति समवायेन रूपं जनयति इति वक्तुं शक्नुमः उत्तमं भगिनि हा तर्हि अस्तु हा समीचीनं भगिनि हा सर्वं समीचीनम् अत्र आरम्भे तत्र एकवारम् एतदपि वदामः चेत् समीचीनं भवति नाम तत्र कारणं किं कार्यं किम् अधिकरणं किम् इति अंशत्रयम् एकवारम् उक्त्वा तदनन्तरं तत्र यद्वाक्यम् उक्तवती तदेव पुनः वदति वा भगिनि आमाम् इत्युक्ते तत्र रूपम् अधिकरणे घट इति अधिकरणे रूपम् अस्ति आधेय इति रूपम् अधिकरणम् इति घटः हा अधुना घटः घट इति अधिकरणम् अत्र तथैव घट अपि घटे इत्युक्ते तत्र घटः तादात्म्यसम्बन्धेन स्वस्मिन् एव तिष्ठति स्वस्मिन् स्थित्वा समवायसम्बन्धेन घटस्य घटरूपं जनयति इति हा उत्तमम् उत्तमं तर्हि तर्हि अधिकरणमस्ति घटः कार्यं किमस्ति कार्यमस्ति घटरूपम् इति घटरूपं हा घटरूपम् इति कार्यम् अधिकरणमस्ति घटः कारणं किमस्ति कारणं घट एव इत्युक्ते तत् अस्तु तर्हि अंशत्रयम् उक्तम् इदानीं वाक्यमस्ति पुनः वदतु भगिनि वाक्यं घटः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा इत्युक्ते घटे स्थित्वा समवायसम्बन्धेन घटरूपं जनयति इति जनयति हा इति अस्ति समीचीनं भगिनि हा अस्तु इति इति एतादृश तत्र विवरणम् अपेक्षितम् अस्ति अस्तु समीचीनं भगिनि धन्यवादः इदानीं तत्र मृणालिनी भगिनि इदानीं तत्र घटः इति कार्यं भवेत् तर्हि तत्र घटस्य समवायिकारणं किम् इति उक्त्वा यथा तत्र नीता भगिन्या उक्तं तथैव वदतु. आम्, घटः इति कार्यं भवेत् इति. घटः एव कार्यम्. अस्तु, तर्हि अस्तु, कपालद्वयसंयोगः इति वा, तेन घटः घटस्य समवायिकारणमस्ति किम्? घटस्य समवायिकारणमस्ति कपालः. कपालः, समीचीनं. हा, अतः कपालमेव कारणं, समवायिकारणम् इति प्रदर्शयतु तर्हि. आम्, तर्हि घटः कपाले समवायसम्बन्धेन तिष्ठति. आधारः प्रथमतया अंशत्रयं नाम कार्यं, कारणम्, अधिकरणम् इति. अस्तु, तर्हि अधिकरणं कपालः, कारणं कपालः एव स्वयं, तथा कार्यं घटः. कार्यं घटः, उत्तमं. उत्तमं, तर्हि इदानीं कपालः स्वस्मिन् तादात्म्यसम्बन्धे स्थित्वा घटं जनयति. घटम् इति समवायसम्बन्धं जनयति. समीचीनं भगिनि, समीचीनं. हा, तथैव अस्ति. हा, कपालः स्वस्मिन् तादात्म्यसम्बन्धे स्वस्मिन् स्थित्वा समवायसम्बन्धे घटं जनयति इति अस्ति. हा, उत्तमं भगिनि. हा, अस्तु, इदानीं चन्द्रमती भगिनी. हा, तत्र भवती किम् उदाहरणं स्वीकरोति? तत्र वृक्षः फलम्. अस्तु, हा, अस्तु, अस्तु, तत् स्वीकरोतु. हा, फलम् अथवा शाखा, शाखा अपि तत्, हा, शाखा. हा, तर्हि वृक्षः शाखा. अस्तु, वृक्षः शाखायां समवायसम्बन्धेन तिष्ठति. हा, समीचीनं भगिनि. तर्हि तत्र शाखा इति कार्यम् अथवा वृक्षः, वृक्षः इति कार्यं किं किं, कस्य कारणं? वृक्षः कार्यं. हा, उत्तमं भगिनि. हा, कारणं. हा, तत्र आदे अधिकरणमेव सर्वदा कारणं, वृक्षस्य अधिकरणं शाखाः. समीचीनं भगिनि. शाखाः स्वस्मिन् तादात्म्यसम्बन्धेन दृष्ट्वा समवायसम्बन्धेन वृक्षः इति कार्यं जनयति. वृक्ष इति कार्यं जनयति. हा, उत्तमं भगिनि. अस्तु, हा, इति समीचीनम्. अस्तु, सर्वे सर्वः तत्र समीचीनरीत्या उक्तवत्यः. समीचीनम्. इदानीं, हा, इदानीम् अधिकरणं शाखा. अधिकरणं शाखा, समीचीनं. कार्यं वृक्षः, कारणं शाखा. हा, हा, हा, समीचीनं, समीचीनं. हा, इदानीम्, हा, इदानीम् अत्र अन्या रीत्या वदामः, तदपि वदामः. तर्हि तत्र नीता भगिनी, इदानीं तत्र यत् उदाहरणं भवती विवृणोति तत्र पुनः विवरणं, तत्र इदानीं तत्र सम्बन्धः कः इति उक्तवती पूर्वम्. इदानीं तत्र कारणता, कार्यता कुत्र कुत्र अस्ति नाम तत्र भवत्याः उदाहरणं घटरूपम् आसीत् खलु? तर्हि कार्यं घटरूपं, कारणं घटः, अधिकरणं घटः. हा, तत्र कारणता, कार्यता कुत्र कुत्र अस्ति भवत्याः उदाहरणे? कार्यं घटरूपमिति अस्ति, घटरूपे घटरूपे कार्यता अस्ति. घटरूपे कार्यता अस्ति, समीचीनम् अस्ति. घटः इति अधिकरण, अतः तत् घटः इति कारणमस्ति. घटे घटे कारणता वर्तते. हा, घटे कारण, घटे कारणता वर्तते, समीचीनं भगिनि. हा, इदानीं, हा, तर्हि कार्यता घटरूपे कारणता घटे. अस्तु, इदानीं तत्र वयं जानीमः तत्र कारणता अपि कार्यता तयोः तत्र अवच्छेदकः. तत्र कारणतायाः अवच्छेदकसम्बन्धः कः अस्ति? आदात्म्यसम्बन्धः. आदात्म्यसम्बन्धः. कार्यतायाः अवच्छेदकः कः सम्बन्धः अस्ति? समवायसम्बन्धः. समवायसम्बन्धः. अतः वयं वदामः तत्र इदानीं समवायकारणम् अस्ति इति कथं जानीमः? यत्र कारणतायाः अवच्छेदकः तादात्म्यसम्बन्धः अपि कार्यतायाः अवच्छेदकसम्बन्धः समवायसम्बन्धः अस्ति. तत्र कारणमस्ति, तादृशं कारणमस्ति समवायिकारणम् इति. अस्तु, तर्हि एतादृश तत्र स्थितिः, एतादृशी स्थितिः अस्ति चेत् तत्र समवायिकारणमिति जानीमः. तत्र अत्र पुनः तत्र अवच्छेदकसम्बन्धः इति वक्तुं शक्नुमः, अथवा यत्र कारणता तादात्म्यसम्बन्धेन अवच्छिन्ना अस्ति. तत्र तर्हि तत्र कारणतायाः अवच्छेदकः तादात्म्यसम्बन्धः अथवा तादात्म्यसम्बन्धावच्छिन्ना कारणता अपि कार्यता केन अवच्छिन्ना? समवायसम्बन्धावच्छिन्ना कार्यता. तर्हि वाक्यं भवति यत्र कारणता तादात्म्यसम्बन्धावच्छिन्ना अपि कार्यता समवायसम्बन्धावच्छिन्ना अस्ति तत्तदस्ति समवायिकारणं तदस्ति समवायिकारणम् इत्यस्ति. अस्तु, इदानीं तदेव पुनः इदानीं मृणाली भगिनी भवती वदतु भवत्याः उदाहरणे तत्र कारणता कुत्र अस्ति, कार्यता कुत्र अस्ति इत्यादि. कारणता कपाले, कार्यता घटे. इदानीं कारणतायाः अवच्छेदकः सम्बन्धः कः अस्ति? कारणतायाः अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः. कार्यतायाः अवच्छेदकसम्बन्धः समवायसम्बन्धः. समवायसम्बन्धः, समीचीनं. इदानीं तत्र यथा नीता भगिन्या उक्तं तत्र यत्र कारणतायाः अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः अपि कारणतायाः अवच्छेदकसम्बन्धः समवायः अस्ति, तद् कारणम् अस्ति किम्? इदं भवति कीदृशं कारणं? समवायकारणम्. अतः एकवारं भवती एव वाक्यं वदतु यत्र कारणता कारणतायाः अवच्छेदकः सम्बन्धः. अस्तु, मया अन्यथा उक्तं यत्र कारणता तादात्म्यसम्बन्धावच्छिन्ना तथा कार्यता समवायसम्बन्धावच्छिन्ना वर्तते. तत्र किं वदामः, तत्र कारणमस्ति, तत्र कारणमस्ति. आम्, तत्र कारणमस्ति समवायिकारणं. समीचीनं भगिनि. अस्तु, अतः कारणता तादात्म्यसम्बन्धावच्छिन्ना अपि कार्यता समवायसम्बन्धावच्छिन्ना अस्ति. अस्तु, समीचीनं. अस्तु, धन्यवादः. अस्तु, इदानीं चन्द्रमती भगिनी भवत्याः उदाहरणे तत्र कारणं किं, कार्यं किं, कार्यता कुत्र अस्ति, कारणता कुत्र अस्ति इति एकवारं उक्त्वा तत्र एतादृश कारणदा शाखाः कार्यता वृक्षम् अस्ति, कारणद तादात्म्यसम्बन्धेन अवच्छिन्न कार्यता कार्यता समवायसम्बन्धेन अवच्छिन्न सम्बन्धेन अवच्छिन्न अथवा सम्बन्धावच्छिन्न इति अपि तत्र समस्तपदं सम्बन्धावच्छिन्न कार्यता समवायसम्बन्धावच्छिन्न अस्ति अतः अतः अत्र कारणमस्ति समवायि समवायिकारणम् इति अतः यत्र समवायिकारणस्य विवरणं दातव्यं यत्र एतत् कारणं समवायिकारणम् इति विवरणम् आवश्यकं तत्र समवायसम्बन्धे कारणदा तादात्म्यसम्बन्धावच्छिन्न भवति कार्यदा समवायसम्बन्धावच्छिन्न इति एतादृशविवरणम् एतादृशं विवरणं दातव्यम् अस्तु तदा समीचीनं भवति ओ अस्तु अस्तु अत्र समवायिकारणं वर्तते इति अस्तु प्रश्नः अस्ति वा अस्मिन् विषये अस्तु नो चेत् इदानीम् अग्रे तत्र असमवायिकारणं प्रथमविधं प्रथमविध असमवायिकारणं पश्यामः तत्र प्रथमविध असमवायिकारणम् अस्ति तत्र घटरूपम् इति स्वीकुर्मः घटरूपं प्रति साक्षात् घटः एव समवायिकारणम् अस्ति किन्तु तत्र किं तत्र अस्तु तत्र प्रथमविध इति उक्तवान् खलु तर्हि तत्र घटः घटः एव कार्यम् इति स्वीकुर्मः घटं प्रति कपालः एव समवायिकारणम् इति जानीमः यतोहि कपालः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा घटसमवायेन घटं जनयति अथवा अत्र कारणता तादात्म्यसम्बन्धावच्छिन्ना अपि कार्यता समवायसम्बन्धावच्छिन्ना अस्ति यतोहि तत्र कपालः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति घटः कार्यम् अधिकरणे समवायसम्बन्धेन अस्ति इति जानीमः इदानीम् असमवायिकारणं प्रथमविध तत्र जानीमः कपालद्वयसंयोगः तत्र कपालद्वयसंयोगः न भवति चेत् घटः न भवति घटस्य उत्पत्तिः कपालसंयोगात् भवति अतः कपालसंयोगः अपि कारणम् अस्ति कपालः अपि कारणं घटं प्रति कपालसंयोगः अपि घटं प्रति कारणम् अस्ति इदानीं कपालद्वयसंयोगः संयोगः इति गुणः घटं प्रति कारणं तर्हि अत्र नीता भगिनी वदतु तर्हि तत्र अधिकरणं किम् अस्ति अत्र अत्र कपालद्वयं द्वयसंयोग इति असमवायिकारणं तत्र कपालद्वय कपाले तत्र संयोगः कपालसंयोगः इति स्वीकुर्मः कपालसंयोगः तत् घटः इति अत्र अधिकरणमस्ति कपालसंयोगः तत्र न अस्तु अस्तु एकनिमिषं भगिनि तर्हि तत्र कार्यं किम् अस्ति अत्र अस्माकम् एकनिमिषं तत्र अत्र कार्यम् अस्ति घटः घटः इति कारणं कारणम् इति अस्ति कपालः इत्युक्ते कपालः इति कारणं नास्ति न इदानीं कपालसंयोगः कारणम् अस्ति घटं प्रति इति विषयः खलु कपालद्वयसंयोगः इति कारणं संयोगः इति कीदृशपदार्थः संयोगः इति गुणः गुणः समीचीनं तर्हि कपालसंयोगः घटं प्रति कारणं तर्हि कार्यमस्ति घटः कारणमस्ति किं कपालद्वयसंयोगः अस्तु इदानीम् अधिकरणं किं भवेत् अधिकरणम् अस्ति समान अधिकरणं भवेत् खलु द्वयोः तर्हि अधिकरणं कपालः इति अधिकरणं उत्तमं कपालः एव अधिकरणम् उत्तमं कपालः एव अधिकरणं. कपाले कपालसंयोगः अपि अस्ति, घटः अपि अस्ति. हा, इदानीं कारणता कार्यता तयोः तत्र केन अवच्छिन्ना इति वदति वा? आमां, तत् कारणता समवायसम्बन्धेन अवच्छिन्ना, कार्यता अपि समवायसम्बन्धेन अवच्छिन्ना. अत्र घटः केन सम्बन्धेन कपाले अस्ति? घटः समवायसम्बन्धेन कपाले अस्ति. हा, अपि संयोग, अतः कार्यं समवायसम्बन्धेन अधिकरणे अस्ति. अधिकरणे अस्ति इदानीं कारणं, तथैव कारणमपि समवायसम्बन्धेन एव अधिकरणे अस्ति. अतः कारणता अपि समवायसम्बन्धावच्छिन्न, कार्यता अपि समवायसम्बन्धावच्छिन्ना अस्ति. हा, अतः अत्र तर्हि वाक्यं भवति किं? यत्र कारणता कार्यता च समवायसम्बन्धावच्छिन्ना अस्ति, तत्र समवायीकरणम् असमवायिकारणम् अस्ति. तत्र प्रथमविध, उत्तमम्. अथवा तत्र पुस्तके तत्र आदिम समवायि असमवायिकारणम् इति अपि उक्तं. तत्र प्रथमविध असमवायिकारणम् इति अस्ति. अस्तु, समीचीनं. हा, इदानीं तत्र धन्यवादः भगिनी. मृणाली भगिनी, पुनः तत्र एषः एव तत्र सन्दर्भः, स्वशब्दैः वदतु भगिनि तत्र घटं प्रति. कपालसंयोगः घटं प्रति कारणम् इति. तर्हि कपालसंयोगः कारणं, घटः कार्यं, कपालसंयोगः कपाले समवायसम्बन्धेन वर्तते. तर्हि कपालः एव अधिकरणं, कपालः एव समान अधिकरणं, समान अधिकरणं. कपालसंयोगः अपि वर्तते, अधिकरणे कार्यं घटः अपि वर्तते. हा, उत्तमं. हा, तर्हि कपालसंयोगः अधिकरणे कपाले गुणकारणेन तत्र समवायसम्बन्धेन वर्तते. तथा घटः कार्यम् इति अधिकरणे कपाले पुनः समवायसम्बन्धेन वर्तते. यतोहि कारणं किम्? आम्, अवयविनो रूपेण. हा, उत्तमं भगिनि. हा, अवयव अवयविनोः समवायसम्बन्धः इति. उत्तमं. हा, उत्तमं. तर्हि तन्तु न तन्तु समयं तत्तु द्वितीय उदाहरणम् अस्ति. तदपि वक्तुं शक्नुमः, किन्तु अत्र उदाहरणम् इदानीं तर्हि वाक्यं वदतु. तर्हि यत्र अत्र कपालसंयोगः असमवायिकारणं घटस्य इति वक्तुं शक्नुमः. तर्हि यत्र कारणता केन अवच्छिन्ना अस्ति? अत्र कारणता समवायसम्बन्धावच्छिन्ना, तथा कार्यता अपि समवायसम्बन्धावच्छिन्ना. तत् भवति असमवायि प्रथमविध असमवायिकरणं. हा, यत्र समीचीनं भगिनि. हा, यत्र कारणता कार्यता च समवायसम्बन्धावच्छिन्ना भवति, तत्र कारणमस्ति असमवायिकारणं, प्रथमविध असमवायिकारणम् इति. हा, पुनः एतद् एव वाक्यं वदतु भगिनि. यत्र यत्र कार्यता कारणता उभयम् अपि समवायसम्बन्धावच्छिन्ना वर्तते, तत्र कारणं भवति समवाय प्रथमविध असमवायिकारणम् इति अस्ति भगिनि. हा, उत्तमं. हा, अस्तु, धन्यवादः. संयोगः असमवायिकारणं भवति पटस्य. हा, इति सत्यं. हा, समीचीनं. हा, तथैव अस्ति. समीचीनं भगिनि. हा, अस्तु, इदानीं चन्द्रमती भगिनी स्वशब्दैः वदतु भगिनि तत्र. घटविषये वा? घटः इति कार्यं, कपालसंयोगः इति कार्यं. न, कपालसंयोगः इति कार्यं वा कारणं वा? कारणं कारणं समवायसम्बन्धेन वर्तते. खडः इति कार्यमपि समवायसम्बन्धेन वर्तते. कारणता अपि समवायसम्बन्धेन कार्यता अपि समवायसम्बन्धेन कुत्र वर्तते तत्र प्रथम असमवायिकारणं तद् तत्रैव असमवायिकारणं कारणता कारण कपालसंयोगः इति कारणता समवायसम्बन्धेन वर्तते कडः इति कार्यमपि समवायसम्बन्धेन वर्तते कारणता कार्यम् अपि कुत्र समवायसम्बन्धेन वर्तते अत्र प्रथमविध असमवायिकारणम् इति भवति इति वा हा तत् सत्यं भगिनि हा तथैव अस्ति तथैव अस्ति हा कारणता अपि कार्यमपि यत्र समवायसम्बन्धेन वर्तते कार्यता असमवायिकारणं तत्र कारणं कार्यं च कारणं कार्यं च समवायसम्बन्धेन अधिकरणे यत्र वर्तते तत्र कारणं भवति प्रथमविध असमवायिकारणम् अथवा यत्र कारणता केन अवचिन्ना इति तादृशवाक्यं वदतु अत्र कपालसंयोगः इति कारणता समवायसम्बन्धावच्छिन्ना समीचीनं कारणता समवायसम्बन्धावच्छिन्ना कटक इति कारणम् अपि समवायसम्बन्धावच्छिन्ना हा भगिनि नाम तत्र कारणम् अथवा कार्यमपि समवायसम्बन्धावच्छिन्ना इति मास्तु कारणता कारणं भिन्नम् अस्ति कारणता भिन्ना अस्ति खलु कारणम् अस्ति संयोगः कारणता संयोगे वर्तते तत्र कारणता समवायसम्बन्धावच्छिन्ना कार्यता अपि समवायसम्बन्धावच्छिन्ना इति खलु तर्हि तत्र वाक्यं वदतु यत्र समवायसम्बन्धावच्छिन्ना कार्यता अपि समवायसम्बन्धावच्छिन्ना वर्तते तत्र कारणं प्रथमविध असमवायिकारणम् इति उत्तमं इति अस्ति अस्तु उत्तमम् ऐ नाम यत्र तत्र अग्रे गत्वा यत्र कुत्रापि एतत् कारणम् समवायिकारणम् अस्ति इति पठामः तर्हि तत्र विवरणं दातव्यं चेत् एतादृशविवरणं दातव्यं वयं जानीमः तत्र यत्र कारणता कार्यता एतेन सम्बन्धेन अवच्छिन्ना अतः अत्र समवायिकारणम् अथवा अत्र प्रथमविध असमवायिकारणम् इति वक्तव्यम् अस्तु समीचीनमस्ति इदानीं तत्र द्वितीयविध असमवायिकारणं तर्हि तत्र अत्र किं भवति अस्माकम् उदाहरणं तत्र घटरूपं घटरूपं प्रति कारणम् अस्ति घटः घटः एव समवायिकारणम् अस्ति किन्तु तत्र कपालरूपमपि घटरूपं प्रति कारणं भवति यदि तत्र कपालरूपं तत्र रक्तरूपमस्ति चेत् तर्हि घटरूपमपि रक्तरूपमेव भवति अतः कपालरूपं घटरूपं प्रति कारणम् अस्ति किन्तु कीदृशकारणम् इति पश्यामश्चेत् तत्र समवायिकारणं तु नास्ति किन्तु अत्र असमवायिकारणं द्वितीयविध असमवायिकारणम् इति वक्तुमिच्छामः तर्हि तत्र किं किं भवति इति पश्यामः तर्हि तत्र घटरूपम् अपि तत्र कपालरूपं तत्र समान अधिकरणमस्ति वा घटरूपं कुत्र वर्तते घटरूपस्य अधिकरणमस्ति घटरूपं कस्मिन् अस्ति साक्षात् घटरूपं घटे घटरूपं घटे एव अस्ति कपालरूपं कपाले कपाले, तर्हि तत्र समानाधिकरणम् इति न भाति. अतः वयं तत्र कल्पयामः, समान अधिकरणं कल्पयामः तत्र परम्परासम्बन्ध इति स्वीकृत्य. तर्हि तत् कथं कुर्मः? अत्र विकल्पद्वयं भवति, तत्र कपालः इति अधिकरणं स्वीकर्तुं शक्नुमः, अथवा तत्र घटः इति, घटः इति अपि अपि अधिकरणम् इति स्वीकर्तुं शक्नुमः. प्रथमतया तत्र कपालः एव अधिकरणम् इति स्वीकुर्मः. तर्हि अस्माकं कार्यमस्ति घटरूपं, कारणमस्ति तत्र कपालरूपम्, अधिकरणमस्ति कपालः. तर्हि कारणं कपालरूपम् अधिकरणे केन सम्बन्धेन अस्ति? कारणं कपालरूपं कपाले समवायसम्बन्धेन, समवायसम्बन्धेन अस्ति. हा, अतः कारणतः समवायसम्बन्धाव छिन्ना अस्ति. इदानीं कार्यम् इति घटरूपं, तत् अधिकरणे कपाले तत्र तावत्पर्यन्तं तत्र वयम् आनि तत्र नेतुम् इच्छामः, तर्हि तत्र किं भवति? घटरूपं घटे वर्तते समवायसम्बन्धेन, पुनः घटे घटः कपाले वर्तते समवायसम्बन्धेन. हा, अतः इदानीं परम्परासम्बन्धेन, परम्परासम्बन्धेन घटरूपं कपाले वर्तते, वर्तते इति प्राप्तं. समीचीनं. हा, अतः स्थूलरीत्या वदामश्चेत् परम्परासम्बन्धः इति वदामः, किन्तु तत्र सम्यक् रीत्या वक्तुम् इच्छामश्चेत् वयं वदामः स्वसमवायि समवायित्व इति किमपि सम्बन्धेन. हा, उत्तमं भगिनि. हा, उत्तमं. हा, अतः घटः इति घटरूपम् इति स्वं, स्वसमवायी इत्युक्ते तत्र घटः. पुनः घटः कस्मिन् समवायसम्बन्धेन वर्तते इत्युक्ते कपाले, अतः घटः समवायसम्बन्धेन कपाले इति कृत्वा तत्र घटरूपं स्वसमवायी समवायित्वसम्बन्धेन कपाले वर्तते इति वदामः. तर्हि कार्यता केन अवच्छिन्ना? कार्यता स्वसमवायि समवायित्वसम्बन्धेन अवच्छिन्ना, सम्बन्धेन अवच्छिन्ना. हा, उत्तमं भगिनि. हा, इति अस्तु. तर्हि इदानीं वाक्यं वदामः. तर्हि यत्र कारणता, यत्र कारणता केन अवच्छिन्ना अस्ति? कारणता समवायसम्बन्ध अवच्छिन्ना. कार्यता, कार्यता स्वसमवायि समवायित्वसम्बन्ध अवच्छिन्ना. यत्र एता, यत्र कारणता समवायसम्बन्ध अवच्छिन्ना, अपि कार्यता स्वसमवायि समवायित्वसम्बन्धेन अवच्छिन्ना, तत्र कारणं भवति असमवायीकारणं द्वितीयविधं. द्वितीयविधं, द्वितीयविधम् इति अस्तु. न, मृणालिनी भगिनी सहायं कृतवती, धन्यवादः. इदानीं नीता भगिनी तत्र स्वशब्दैः वदतु भगिनि. तत्र कार्यमस्ति, कार्यमस्ति अधुना कपाल एव, कपाल एव अधिकरणमिति स्वीकृत्य. मास्तु, मास्तु, मास्तु, न न, कपाल एव अधिकरणम् इदानीं. कपाल एव अधिकरणम् अधुना, कपाल एव अधिकरणं वदामि. अधुना तत्र घटरूपम् इति कार्यमस्ति, कपालरूपम् इति कारणम्. एकनिमिषम्. क्षम्यताम्. अधुना तत्र कपालरूपम् इति कारणं, घटरूपम् इति कार्यं. घटरूपं घटरूपं घटे वर्तते समवायसम्बन्धेन, कपालरूपं कपाले वर्तते समवायसम्बन्धेन एव. अधुना तत् घटस्य रूपं, घटरूपं यत् अस्ति तत् घटरूपं प्रति कपालरूपम् इति कारणम् अस्ति एव. इत्युक्ते तत्र कपालरूपं घटरूपं द्वयोर्मध्ये कार्यकारणभावः तु वर्तते. अधुना घटरूपस्य अधिकरणं घटः, कपालरूपस्य कपाल. अत्र कपाल इति अधिकरणम् आनयामः चेत् तत् कथं भवति? तत् कपालरूपः कपालरूपं समवायेन कपाले वर्तते, समवायसम्बन्धेन कपाले वर्तते, घटरूपं समवायिसम्बन्धेन घटे वर्तते, तदा तत्र कथं तत् समानाधिकरणं यदा स्थापनीयं कपाल इति अधिकरणं विचिन्त्य समानाधिकरणं तत् साक्षात् तत्र कार्यं साक्षात् अधिकरणे नास्ति, तथा तत्र घटरूपं स्वसमवायिसमवायित्वसम्बन्धेन कपाले इति अधिकरणे इति वक्तुं शक्नुमः. हा स्वसमवायिसमवायित्व तत्र समवायि अधोभागे गच्छामः चेत् समवायु, उपरि गच्छामः तत् समवेतम् इति वयं दृष्टवन्तः, तथा घटरूपं स्वसमवायिसमवायित्वसम्बन्धेन कपाले इति अधिकरणे वर्तते. इत्युक्ते साक्षात् इति न, तत् परम्परासम्बन्ध इति नामकरणं तस्य, तत् परम्परया तत् वर्तते इति वक्तुं शक्नुमः. तर्हि तत्र का इदानीं तत्र अन्ततो गत्वा वाक्यं वदतु, नाम यत्र कारणता अवच्छिन्ना कार्यता अवच्छिन्ना तत्र असमवायिकारणं द्वितीयविधम् इति. ततः यत्र यत्र कारणता अवच्छिन्ना समवायसम्बन्धेन अवच्छिन्ना कार्यता अपि कार्यता स्वसमवायिसमवायित्वसम्बन्धेन अवच्छिन्ना इति वा? तदा असमवायि द्वितीयविध असमवायीकरण इति वक्तुं यत् तत्र कारणं भवति द्वितीयविध असमवायिकारणम् उत्तमं भगिनि, समीचीनम्. अस्तु इदानीं चन्द्रमति, धन्यवादः भगिनि. चन्द्रमति भगिनि इदानीं घटरूपम् इति कार्यं, कपालरूपं कार्यरूपम् इति कार्यं, घटे समवायसम्बन्धेन वर्तते, कपालरूपं कपालरूपं कपाले समवायसम्बन्धेन वर्तते, खडरूपं खडरूपम् इदानीम् अधिकरणं अधिकरणं किं भवति? स्वसमवायित्वसम्बन्धेन कपाले वर्तते, कपालरूपे वर्तते, कपाले वर्तते वा कपालरूपे वर्तते वा? न न न न तत्र शङ्का मास्तु, तत्र अधिकरणं किम् इति अतः एव आदौ वक्तव्यमस्ति. नाम अधिकरणं कपाल कपालः अधिकरणं कपालः अधिकरणं कपालः. तर्हि कारणं कारणं केन सम्बन्धेन अधिकरणे अस्ति? समवायसम्बन्धेन. हा यतोहि गुणः उत्तमं. तर्हि कपालरूपं कपाले समवायसम्बन्धेन अस्ति, गुणः द्रव्ये तस्य द्रव्ये अधिकरणे आश्रये समवायसम्बन्धेन वर्तते. उत्तमम्. इदानीं कार्यं नाम घटरूपं कपाले केन सम्बन्धेन वर्तते? तत्र परम्परासम्बन्धेन सम्बन्धेन तदेव परम्परासम्बन्धः इति वदति. तदेव परम्परासम्बन्धः स्थूलरीत्या परम्परासम्बन्धः, किन्तु सूक्ष्मरीत्या कः तत्र कीदृशपरम्परासम्बन्धः इत्युक्ते अत्र वदामः स्वसमवायिसमवायित्वसम्बन्धेन तत्र घटरूपं कपाले वर्तते. अस्तु इदानीं तत्र यत्र कारणता कार्यता अवच्छिन्न एतादृशं तादृशवाक्यं यत्र कारणता स्वसमवायसम्बन्धेन केवलं समवायसम्बन्ध अवच्छिन्न यत्र कारणता समवायसम्बन्ध अवच्छिन्न कार्यता अपि समवायसम्बन्ध अवच्छिन्न न न कार्यता कार्यं समवायसम्बन्धेन अस्ति वा अत्र अधिकरणे? नास्ति खलु. कार्यं कार्यं केन सम्बन्धेन अस्ति अधिकरणे? स्वसमवाये समवायितसम्बन्धः हा, अतः तदेव तत्र अवच्छिन्नं भवति. अतः यत्र कार्यता कार्यदा स्वसमवायि समवायितसम्बन्धेन अवच्छिन्ना अस्ति, अवच्छिन्ना अस्ति. यत्र कारणदा समवायसम्बन्धेन अवच्छिन्ना, यत्र कार्यदा स्वसमवायितसम्बन्धेन अवच्छिन्ना. तत्र कारणं भवति, तत्र कारणं भवति द्वितीयविध असमवायिकारणम्. उत्तमं भगिनि, अस्तु. सर्वः कृतवत्यः, उत्तमं. उत्तमं. इदानीं तत्र द्वितीयविध असमवायिकारणे तत्र द्वय नाम विवरणशैली तत्र भिन्नः अपि भिन्ना अपि भवितुमर्हति. यत्र वयं घटः इति अधिकरणम् इति स्वीकुर्मश्चेत् तत्र किञ्चित् भिन्नः भवति. तदपि एकवारं कुर्मः. तर्हि तत्र नीता भगिनी इदानीं तत्र अधुना तत्र द्वितीयविध असमवायिकारणं, तत्र घट इति अधिकरणम् इति चिन्तयामः. अधुना घट इति अधिकरणम्, अधुना घटरूपम् इति कार्यं भवति. घटरूपम् इति कार्यं, तत् कपालरूपम् इति कारणं घटरूपस्य कथं घटरूपम् इति कार्यं तं प्रति कपालरूपम् इति कारणं भवति. अधुना घटरूपं समवायिसम्बन्धेन घटे वर्तते. अधुना घट इति अधिकरणं कथम् आनयामः, तत् उपरि गच्छामः. अधुना कपालरूपं कपाले वर्तते. कपालरूपम् इति कारणं कपाले वर्तते, तत् घटं प्रति कथम् आनयामः, तत् कपालरूपं अधोगमनम् अनन्तरं कपालरूपं स्वसमवायिसमवेतत्व सम्बन्धेन घटे वर्तते. तदेव अधोगमने समवायि अथवा समवायित्वसम्बन्धः, उपरि गमने समवेतत्वसम्बन्धः. अतः तत्र कारणं तत्र कपालरूपं कपालरूपम् अधिकरणे घटे इति अधिकरणे तत्र कारणं स्वसमवायि समवेतत्वसम्बन्धेन अधिकरणे वर्तते इति अधिकरणे वर्तते इति इदानीम् अन्त तत्र समीचीनं भगिनि. अपि अत्र यत्र कारणता यत्र कारणता कारणतायाः अवच्छेदकः अस्ति स्वसमवायि समवेतत्वसम्बन्धः इति वा इति सत्यम्. अपि कारणतायाः अवच्छेदकः स्वसमवायि समवेतत्वसम्बन्धः, कार्यतायाः अवच्छेद अस्ति समवायिसम्बन्धः. तदा तत् अस्ति द्वितीयविध असमवायिकारणम् इति. उत्तमं भगिनि, तथैव अस्ति. उत्तमं. अस्तु, इदानीं धन्यवादः मृणालि भगिनी. शब्दैः धन्यवादः भगिनि मृणालि भगिनी. घटरूपं घटः अस्ति. उत्तमम्, अधिकरणं घटः. तर्हि घटः इति अधिकरणम् इदानीं सत्यं, घट इति अधिकरणं कार्यम् इति कार्यम् अधिकरणे समवायसम्बन्धेन अस्ति. उत्तमम्. तर्हि घटरूपं घटे समवायसम्बन्धेन, अनन्तरं कपालरूपं कपाले समवायसम्बन्धेन, पुनः कपालः घटे समवेतत्वसम्बन्धेन इति अस्ति. सत्यं सत्यं भगिनि, तथैव. तर्हि कपालरूपम् अधिकरणे घटे स्वसमवायित्वसम्बन्धेन पुनः वदतु भगिनि तत्र कपालरूपं कपालरूपं कपाले समवायसम्बन्धेन, पुनः कपालः घटे अधि अधिकरणे समवेतत्वसम्बन्धेन. अतः कपालरूपं कपालरूपम् अधिकरणे घटे स्वसमवायि समवेतत्व स्वसमवायि समवेतत्व सम्बन्धेन इति अस्ति. उत्तमं. अधिकरणे घटे वर्तते वर्तते. इदानीं समीचीनं भगिनि, सर्वं समीचीनम्. इदानीं तत्र वाक्यं यत्र यत्र कारणता यत्र कारणता स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्ना तथा कार्यता समवायिसम्बन्धावच्छिन्ना. इदं समवायसम्बन्धावच्छिन्ना यत्र कारण कार्यता समवायसम्बन्धावच्छिन्ना तर्हि इदं कारणं द्वितीयविध असमवायिकारणम् इति अस्ति. उत्तमं भगिनि, धन्यवादः. अस्तु, इदानीं चन्द्रमति भगिनि स्वशब्दैः. इदानीं तत्र घटः इति अधिकरणं घटरूपं घटः इति घटरूपं घटे अधिकरणे समवायसम्बन्धेन वर्तते. कपालरूपं कपाले अधिकरणे समवायसम्बन्धेन वर्तते. कपा कपालः खडे समवेद समवायसमवेदत्वेन वर्तते वा? न न, कपालः घटे समवेदत्वसम्बन्धेन समवेदत्व कपालः घटे समवेदत्वसम्बन्धेन खडः कपाले समवायसम्बन्धेन कपालः खडे समवेदत्व सम्बन्धेन इति अस्ति भगिनि. सत्यं. अतः कपालरूपं घटे कपालरूपं प्रति कपालरूपं खडे समवायसमवेदत्वेन वर्तते वा इति वा तत्र? किन्तु आदौ स्व इति योजनीयं तावदेव. स्वसमवायसमवेदत्वेन समवेदत्वेन तत्र भगिनि इकारः नाम स्वसमवायि समवेतत्व तावदेव. स्वसमवायि समवेदत्वेन वेतत्व समीचीनं. स्वसमवायि समवेतत्वसम्बन्धेन तत्र कपालरूपं घटे अधिकरणे वर्तते. उत्तमं. यदा कपालरूपं खडे स्वसमवायि समवेदत्वेन वर्तते तादृश यत्र यत्र कारणता यत्र कारणता यत्र कारणता यत्र कारणता स्वसमवायि समवेदत्वसम्बन्धेन कार्यं वर्तते. अवच्छिन्न अवच्छिन्न अस्ति अवच्छिन्न अस्ति अवच्छिन्न अस्ति. पुनः पुनः आरम्भेन आरम्भतः वदतु. यत्र यत्र कारणता स्वसमवायि समवेदत्व अवच्छिन्न सम्बन्ध अवच्छिन्ना स्वसमवायि समवेदत्वसम्बन्ध अवच्छिन्न. समीचीनम्. अपि कार्यता अपि कार्यता स्वसमवायसम्बन्धेन केवलं समवाय तत्र समवायसम्बन्ध अवच्छिन्न एव. अत्र अवच्छिन्न तत्र तत्र तृतीय न न तृतीय नास्ति द्वितीयविध असमवायकरणस्य तत्र दक्षिण द्वितीयविध असमवायकरणमेव एतदपि द्वितीयविध असमवायकरणं यत्र यत्र कारणता स्वसमवायि समवेदत्व अवच्छिन्न कार्यता समवाय समवायसम्बन्ध अवच्छिन्न द्वितीयविध असमवायि कारणं भवति कारणं भवति असमवायिकारणं भवति नाम द्वितीयविध असमवायिकारणं यदि वयं शृण्मः तत्र अस्माकं मनसि किम् आगतं तत्र भवेत् तत्र द्वितीयविध न न द्वितीयविध असमायिकारणस्य विवरणद्वयं भवति नाम अत्र उदाहरणं किम् अस्ति तत्र कार्यमस्ति घटरूपं कारणमस्ति कपालरूपं कपालरूपं घटरूपं प्रति द्वितीयविध असमवायिकारणम् अस्ति कपालरूपं घटरूपं प्रति द्वितीयविध असमवायिकारणम् अस्ति किन्तु अत्र विकल्पः चाय्स् विकल्पः भवति विकल्पः कः अधिकरणं कपालः अपि भवितुम् अर्हति अथवा घटः अपि भवितुम् अर्हति कपालः इति स्वीकुर्मश्चेत् विवरणम् एकं विवरणं भवति घटः इति अधिकरणं स्वीकुर्मश्चेत् अन्यत् विवरणं भवति अतः द्वितीयविध असमवायिकारणस्थले विवरणद्वयं भवति इति इति समीचीनं वदतु महोदय विवरणद्वयं पुनः एकवारं वदतु महोदय हा वद वदामि भगिनि हा नाम कार्यमस्ति घटरूपं कार्यं घटरूपं कार्यं कारणमस्ति कपालरूपम् अत्र अधिकरणं कपालः इति स्वीकुर्मश्चेत् तर्हि तत्र किं भवति कारणं कपालरूपम् अधिकरणे समवायसम्बन्धेन भवति तदा घटरूपं परम्परासम्बन्धेन कपाले भवति नाम स्वसमवायि समवायित्वसम्बन्धेन घटः घटरूपं कपाले अस्ति इति प्रथमविवरणम् अत्र कपालः इति अधिकरणं द्वितीयविवरणे तत्र अन्यः विकल्पः यत्र घटः इति अधिकरणं तदा किं भवति कार्यं घटरूपम् अधिकरणे समवायसम्बन्धेन भवति किन्तु कारणं कपालरूपम् अधिकरणे घटे भवति कथं वदामः तत्र स्वसमवायि इति तत्र कपालः पुनः समवेतत्वम् इति घटं घटं पर्यन्तम् आगच्छामः तर्हि कपालरूपं स्वसमवायि समवेतत्वसम्बन्धेन अधिकरणे भवति इति वदामः एतत् द्वितीयविधविवरणं द्वितीयविवरणं किन्तु कार्यं घटरूपं कारणं कपालरूपं तदेव अस्ति किन्तु यदि कपालः इति अधिकरणं स्वीकुर्मश्चेत् एकं विवरणं भवति घटः इति अधिकरणं स्वीकुर्मश्चेत् अन्यत् विवरणं भवति अत्र विकल्पः अस्ति अतः विवरणे अपि तत्र द्वैविध्यम् अस्ति समीचीनं वा महोदय समीचीनं खलु इदानीं हा इदानीम् अस्तु तत्र इदानीं तत्र अहं अत्र ऐपाड् अपि योजयितुं शक्नोमि इति मन्ये एकनिमिषः प्रयत्नं करोमि तर्हि तत्र अहं तत्र आगतम् एकनिमिषः विद्याधरीं पठामः वा आचार्य इदानीं हा विद्या अहं भगिनी विद्याधरीं पठामः हा तत्र हा तत्र एकनिमिष तत्र कथं हा हा अत्र अत्र अस्ति अस्तु अस्तु हा विद्याधरी पुस्तके एकनिमिष भगिनी तत्र पुटं किमिति एकनिमिषं वदामः वदामि हा इदानीम् अत्र हा अस्तु 116 अस्ति वा तदेव इति मन्ये भगिनि हा इति चिन्तयामि एकनिमिषः अत्र तृतीयपरिच्छेदः एवं विधोपि अयं स्नेहः न चक्षुरादिभिः ज्ञातुं शक्यः हा तर्हि तत्र हा हा हा 116 एव हा 116 एव किन्तु तत्र अत्र एतावत् वयं किं कृतवन्तः तत्र इदानीं दृश्यते वा तत्र यत् स्क्रीन् मध्ये दृश्यते वा? दृश्यते दृश्यते दृश्यते. अस्तु, अतः तत्र एतदेव एतावत् वयम् एतदेव कृतवन्तः खलु. तर्हि तत्र समवायिकारणं, तत्र समवायः तादात्म्यसम्बन्धः. असमवायिकारणं द्वयमपि समवायः. द्वितीयविध असमवायिकारणे तत्र विवरणद्वयं भवति इति. अस्तु, इदानीम् अत्र घटं प्रति इदानीं नूतनं कारणं स्वीकुर्मः, चक्रम् इति. तर्हि इदानीं तत्र नीता भगिनी भवती वदतु, तत्र चक्रम् इति घटं प्रति कारणम् अस्ति खलु? चक्रम् इति घटं प्रति कारणम् अस्ति. इदानीं तत्र कीदृशं कारणम् इति विवृणतु. चक्रम् इति घटं प्रति निमित्तकारणं भवति. तर्हि तत्र अत्र वदतु, तत्र कारणम् इति कृत्वा तत्र अधिकरणं किं स्वीकुर्मः? कपालः इति स्वीकुर्मः वा? तत्र कारणं निमित्तकारणं तत् नाम प्रथमतया कारणम् इति वदामः, कारणम् इति वदामः, तर्हि घटः इति कार्यं, घटः इति कारणं, घट इति कारणं तत् न न घटः इति कार्यं, घट इति कार्यं, घट इति कार्यं, तद् घट तत्र समवायेन कपाले कपाले इति अधिकरणे वर्तते. इदानीं चक्रम् अपि चक्रं कपाले केन सम्बन्धेन वर्तते? चक्रमपि तत्र चक्रमिति कारणं, तत् चक्रं कारणं कपाले वर्तते, परन्तु तत्र संयोगः भवति इत्युक्ते तत् संयोगसम्बन्धेन वर्तते कपाले. हा इति उत्तम भगिनी. हा इदानीम् इदानीं वदतु, तर्हि चक्रं कथं निमित्तकारणम् इति वदामः? यतोहि चक्रम् इति घटस्य निमित्तकारणम् इति वक्तुम् इच्छामः, किन्तु किन्तु सोपानेन गच्छामः. भवती किं करोति चेत् किमर्थं चक्रं समवायिकारणं नास्ति इति वदतु इति. अस्तु, तत्र घटः घटः इति कार्यमस्ति, तत् घटः समवायेन कपाले वर्तते. परन्तु तत्र चक्रम् इति समवायिसम्बन्धेन कपाले न वर्तते, तत्र संयोगसम्बन्धः वर्तते. तत्र चक्रस्य इति विवरणं किन्तु तत्र वयं पूर्वं वाक्यम् उक्तवन्तः, तादृशवाक्यं तत्र अहं वदामि. नाम अत्र कारणता संयोगसम्बन्धावच्छिन्ना अपि कार्यता समवायसम्बन्धावच्छिन्ना अस्ति अत्र. किन्तु वयं जानीमः यत्र समवायिकारणस्थले समवायिकारणस्थले किं भवेत्? समवायिकारणस्थले किं भवति? समवायिकारणस्थले कारणता तादात्म्यसम्बन्धेन अवच्छिन्नास्ति. कारणता तादात्म्यसम्बन्धेन अवच्छिन्ना अस्ति समवायिकारणे, परन्तु अत्र कारणता संयोगसम् अस्तु सर्वं वदामि वा? वदामि तत् कारणता तादात्म्यसम्बन्धेन अवच्छिन्ना, कार्यता समवायसम्बन्धावच्छिन्ना इति अस्ति. अधुना अत्र अत्र कार्यता समवायसम्बन्धेन अवच्छिन्ना अस्ति, परन्तु कारणता तादात्म्यसम्बन्धावच्छिन्ना इति न दृश्यते. कारणता संयोगसम्बन्धावच्छिन्ना अस्ति, संयोगेन वर्तते अतः अतः चक्रं समवायिकारणं नास्ति. समवायिकारणं नास्ति इति उत्तमं भगिनि. अस्तु, नाम यत् अस्माकं पुरतः अस्ति किन्तु तदेव किन्तु न्यायशास्त्ररीत्या वदामः तावदेव. नाम कारणता तत्र तत्र तादात्म्यसम्बन्ध अवच्छिन्ना नास्ति, यद्यपि कार्यता समवायसम्बन्ध अवच्छिन्ना अस्ति. अतः समवायिकारणं चक्रं घटस्य समवायिकारणं नास्ति इति. उत्तमं भगिनि. हा इदानीम् इदानीं तत्र मृणाली भगिनी, तत्र चक्रं घटस्य प्रथमविध असमायिकारणं नास्ति इति प्रदर्शयतु. अस्तु, चक्रं संयोगसम्बन्धेन अधिकरणे कपाले वर्तते, घटः अधिकरणे कपाले समवायसम्बन्धेन वर्तते. तर्हि अत्र कारणता संयोगसम्बन्धः अवच्छिन्ना वर्तते, कार्यता समवायसम्बन्धः अवच्छिन्ना वर्तते. परन्तु इदं न भवति द्वितीयविध असमवायिकारणं, प्रथमविध अस्तु न भवति प्रथमविध असमवायिकारणं, यतोहि प्रथमविध असमवायिकारणे उभयं तत्र कारणकार्यता उभयमपि समवायसम्बन्धावच्छिन्ना भवेत् इति अस्ति. उत्तमम् उत्तममस्ति. अतः यद्यपि कार्यता अत्र समवायसम्बन्धावच्छिन्ना अस्ति, तथापि कारणता समवायसम्बन्धावच्छिन्ना नास्ति, अतः प्रथमविध असमवायिकारणं नास्ति. उत्तमम् इति अस्तु, धन्यवादः. इदानीं तत्र चन्द्रमती भगिनी, इदानीं तत्र चक्रं घटस्य द्वितीयविध असमवायिकारणं नास्ति इति प्रदर्शयतु. अत्र चक्रम् इति खडे, चक्रम् इति कपाले संयोगसम्बन्धेन वर्तते. चक्रं खडे समवायसम्बन्धेन, न चक्रं घटे नास्ति, चक्रं खडे नाम कार्यं किमस्ति, कारणं किमस्ति? कार्यम् इति खडः, कारणम् इति कपालः, कपाले न कारणं किम् इति वक्तुम् इच्छामः अत्र. कारणं घटस्य किं कारणम् अत्र? घटस्य चक्रं घटस्य कारणम् इति निमित्तकारणं न तदेव, तद् एतावत् वयं न जानीमः, तद् निमित्तकारणमिति प्रदर्शयितुम् इच्छामः. अतः एतावत् वयं जानीमः चक्रम् इति घटस्य कारणमस्ति खलु, किन्तु घटस्य समवायेन अधिकरणे समवाय तत्र चक्रं घटस्य समवायिकारणं नास्ति इति जानीमः, अपि चक्रं घटस्य प्रथमविध असमवायिकारणं नास्ति इति अपि ज्ञातवन्तः खलु, बृहन्नदी भगिन्या प्रदर्शितम्. इदानीं भवत्याः कार्यमस्ति चक्रं घटस्य द्वितीयविध असमवायिकारणम् अपि नास्ति, समवायिसमवेदत्वसम्बन्धेन अपि न वर्तते इति वा? हा तादृशं यथा अत्र नीता भगिन्या उक्तं, रणानी भगिन्या उक्तं, तथैव भवत्यापि वक्तव्यमस्ति. तर्हि वदतु तत्र कारणता कार्यता केन अवच्छिन्ना इति एतत् सर्वं वदतु. कारणता कपालः न कारणता केन अवच्छिन्ना अत्र? कारणता सम संयोगसम्बन्धेन. उत्तमं. संयोगसम्बन्धावच्छिन्न कारणता, अपि तत्र कार्यता केन अवच्छिन्न? समवायसम्बन्धेन अवच्छिन्न. अस्तु, अत्र तर्हि द्वितीयविध असमवायिकारणं भवति चेत् तर्हि कारणता केन अवच्छिन्ना भवितुम् अर्हति? स्वसमवायि समवेदत्व सम्बन्धेन अथवा द्वितीयविवरणं केवलं समवायसम्बन्धेन. अत्र अत्र किम् अस्ति? अत्र कारणता संयोगसम्बन्धावच्छिन्ना अस्ति, न तु अन्यत् समवायसम्बन्धः अपि अस्ति, न तु समवायसम्बन्धावच्छिन्न अथवा स्वसमवायसमवेतसम्बन्धेन अपि नास्ति. अतः अतः असमवायिकरणं न भवति. पुनः स्वशब्दैः वदतु अत्र. अत्र कारणता संयोगसम्बन्धेन वर्तते, कार्यता संयोगसम्बन्ध अवच्छिन्न, कार्यता समवायसम्बन्ध अवच्छिन्न. अतः असमवायिकारणे अवच्छिन्न समवायसम्बन्धेन वर्तते अथवा स्वसमवायि समवेदत्वेन अतः अतः द्वितीयविध असमवायिकारणमपि नास्ति. अतः चक्रं घटं प्रति कारणं तु अस्ति, किन्तु समवायिकरणमपि नास्ति, असमवायिकरणमपि नास्ति. अतः चक्रं घटस्य निमित्तकारणं. अस्तु, तर्हि निमित्तकारणम् इति प्रदर्शयितुम् अस्माभिः किं कर्तव्यम्? तत्र इदानीं तत्र अन्यत् उदाहरणं, दण्डः घटं प्रति कारणम्. एतावत् चक्रं घटं प्रति कारणम् इति निमित्तकारणम् इति निरूपितवन्तः. इदानीं दण्डः अपि तत्र कारणम् अस्ति घटं प्रति. इदानीं दण्डः घटं प्रति निमित्तकारणम् इति यदि इच्छामः, वक्तुम् इच्छामः, तर्हि किं किं कर्तव्यम् अस्ति अस्माभिः? समवायिकारणं नास्ति, असमवायिकारणं नास्ति इति प्रदर्शनीयम्. उत्तमं भगिनि, तदेव. अस्तु, तदेव अत्र तत्र उक्तमस्ति. तर्हि तत्र पठामः तत्र एतत्. तर्हि तत्र नीता भगिनी आरम्भं करोति वा? अत्र इत्थमेव इत्थमेव च चक्रदण्डादीनां घटे चक्रदण्डादीनां घटं प्रति कारणत्वं निरूपणीयं. तत्र घटस्य समवायेन अधिकरणे कपाले चक्रस्य संयोगेन एव सत्वात् निमित्तकारणत्वं. दण्डः तु कपाले परम्परासम्बन्धेन भवति. स च परम्परासम्बन्धः स्वजन्यभ्रमिमत्तारूपः. दण्डं यदि संयोगेन कपाले स्थापयामः कपालः नश्येत्, किन्तु चक्रे विद्यमानं यच्छिद्रं तत्र दण्डं संस्थाप्य दण्डभ्रमणे सति तत् संयोगवशात् चक्रे अपि भ्रमणम् उत्पद्यते. तेन च भ्रमणेन कपाले अपि भ्रमणम् उत्पद्यते. अतः स्वजन्यभ्रमिः चक्रनिष्ठभ्रमिः, तज्जन्याभ्रमिः कपालनिष्ठाभ्रमिः, तादृशभ्रमिमत्ता कपाले इति अनेन परम्परासम्बन्धेन दण्डः समवायिकारणे स्थित्वा घटं कार्यं जनयति इति इह अपि अन्य एव सम्बन्धः कार्यकारणभावघटकः. अतः दण्डः घटं प्रति न समवायिकारणं न अपि असमवायिकारणं किन्तु निमित्तकारणम् इति अस्ति. अस्तु, तर्हि तत्र सोपानानि गच्छामः भगिनि. तर्हि अत्र तत्र अत्र कार्यं किमस्ति? घटं प्रति चक्र दण्ड इत्यादीनां कारणत्वम् अस्ति इति निरूपणीयम्. अत्र सुलभमस्ति चक्रस्य उदाहरणं. चक्रं घटं प्रति कारणं, निमित्तकारणम् इति वयम् इदानीमेव निरूपितवन्तः. यतोहि तत्र संयोगसम्बन्धेन चक्रम् अधिकरणे कपाले वर्तते. चक्रं संयोगसम्बन्धेन अधिकरणे कपाले स्थित्वा समवायसम्बन्धेन घटं जनयति. किन्तु कारणतावच्छेदकः अस्ति, संयोगसम्बन्धः संयोगसम्बन्ध अवच्छिन्नकारणता कुत्रापि नास्ति, अतः निमित्तकारणम् अस्ति इति जानीमः. इदानीं दण्डस्य उदाहरणं, तर्हि तत्र भवती तत्र किञ्चित् दण्डः तु कपाले परम्परासम्बन्धेन भवति इति विधानमस्ति अत्र. अत्र वयं कपालः इति अधिकरणम् इति स्वीकृतवन्तः, घटः इति कार्यम्, इदं दण्डः इति दण्डः इति. किन्तु दण्डः केन सम्बन्धेन कपाले अस्ति इति एतावत् न जानीमः. अत्र परम्परासम्बन्धः इति उक्तम्. आम् इत्युक्ते न संयोगसम्बन्ध, परम्परासम्बन्ध. साक्षात् संयोग इति न, यथा चक्रस्य विषये वयम् उक्तं तथा नास्ति. स च परम्परासम्बन्धः, इत्युक्ते दण्डः कपाल, दण्डस्य कपालं प्रति सम्बन्धः. परम्परासम्बन्धः स्वजन्य भ्रमिजन्य भ्रमिमत्तारूपः स्वजन्य. अग्रिमे तस्य विवरणम् अस्ति खलु. तत्र एतत् सर्वं कथम् इति जानीमः. अस्तु, स्वजन्य भ्रमिजन्य भ्रमिमत्तारूप कथं तत् दण्डं यदि संयोगेन कपाले स्थापयामः कपालः नश्येत्. इत्युक्ते यथा संयोगेन कपाले न भवितुम् अर्हति, तस्य तेन कपालस्य नाशनमेव भवति. अतः दण्डः संयोगेन कपाले न भवेत् इति. किन्तु चक्रे विद्यमानं यत् छिद्रं, तत्र दण्डं संस्थाप्य, तत्र चक्रम् अस्ति, चक्रे छिद्रमस्ति, तत्र दण्डस्य स्थापना. अधुना चक्रभ्रमणं किमर्थं भवति? दण्डस्य भ्रमणं भवति अतः चक्रस्य भ्रमणं भवति इति खलु मेकानिकलि. तत्र दण्डस्य भ्रमणम् अतः चक्रस्य भ्रमणं, अतः तत्र दण्डभ्रमणे सति, सति सप्तमी इति प्रयोगः दृश्यते अत्र. दण्डभ्रमणे सति तत् संयोगवशात् चक्रेऽपि इति. अधुना चक्रः अपि भ्रमिः, चक्रे अपि भ्रमणं, भ्रमिः नाम भ्रमणं, भ्रमणमेव भ्रमणमेव. तत्र अन्य समानार्थकपदं भ्रमिः इत्युक्ते भ्रमणम् एव खलु. भ्रमिः इत्युक्ते भ्रमणमेव. अस्तु अस्तु, तत् स्वजन्य भ्रमिः भ्रमणम् उत्पद्यते. अधुना तत्र छिद्रे दण्डं संस्थाप्य दण्डभ्रमणं यदा भवति तदा संयोगवशात् चक्रस्य अपि भ्रमणं निष्पद्यते इति. तेन च भ्रमणेन, अधुना तेन च भ्रमणेन इत्युक्ते चक्रस्य भ्रमणेन कपाले अपि भ्रमणम् उत्पद्यते. अधुना चक्रस्य भ्रमणम् अतः तत्र कपालस्य अपि भ्रमणं, तत्र अस्माकं पुरतः यदि तत्र क्रियाम् आनयामः चेत् एवं भवति. दण्डस्य भ्रमणं, तेन चक्रस्य भ्रमणं, तेन कपालस्य भ्रमणं, कपाले अपि भ्रमणम् उत्पद्यते. अतः स्वजन्यभ्रमिः, स्वजन्यभ्रमिः, चक्रनिष्ठभ्रमिः, तज्जन्याभ्रमिः, कपालनिष्ठाभ्रमिः, तादृशभ्रमिमत्ता कपाले. अधुना भ्रमि इत्युक्ते भ्रमणम्, अतः तत्र स्वजन्यभ्रमणं, चक्रनिष्ठभ्रमणं, तज्जन्याभ्रमणं, कपालनिष्ठभ्रमणम्. यथा वयं दृष्टवन्तः अत्र दण्डस्य भ्रमणम्, अनन्तरं चक्रस्य, तेन चक्रस्य भ्रमणं, तेन कपालस्य भ्रमणम्. अधुना कपालनिष्ठभ्रमणं, तादृशभ्रमिमत्ता कपाले, तादृशभ्रमिमत्ता, भ्रमिमत् कपालः इति वा, तद् मत् मतुप्, तत् भ्रमणमत् इत्युक्ते भ्रमिमत् कपालः, भ्रमिमत्ता कपाले अस्ति इति. अनेन परम्परासम्बन्धेन दण्डः समवायिकारणे स्थित्वा घटं कार्यं जनयति इति परम्परासम्बन्ध इत्युक्ते यथा अत्र वयं दृष्टवन्तः दण्डभ्रमणं तेन चक्रभ्रमणं तेन कपालभ्रमणं अधुना कपाल भ्रमिमत् भवति कपाले भ्रमिमत्ता अस्ति अतः परम्परासम्बन्धेन दण्डः समवायिकारणे स्थित्वा घटं कार्यं जनयति इह अपि अन्य एव दण्डभ्रमणं चक्रभ्रमणं चक्रभ्रमणं कपालभ्रमणं निष्पद्यते तत्र कपालभ्रमणम् अतः तत् कपालभ्रमणं कपाले कपालभ्रमिमत् भवति भ्रमिमत् भ्रमिमत् भवति परम्परासम्बन्धेन घटं कार्यं जनयति इह अपि अन्य एव सम्बन्ध कार्यकारणभावघटक कार्यकारणभाव अत्र कार्यकारणभावः भवति अतः दण्डः दण्डः इति आरभ्य दण्डात् कपालपर्यन्तं गतवन्तः तत्र सम्बन्धपरम्परा परम्परसम्बन्धेन किन्तु एषः सम्बन्धः परम्परासम्बन्धः तत्र तादात्म्य नास्ति समवाय नास्ति समवाय स्वसमवाय समवायतत्व इत्यादिकं नास्ति इति कृत्वा अतः अत्र कारणतया अवच्छेदकः अन्यः सम्बन्धः अस्ति इति कृत्वा अतः एव तत्र इह अपि अन्यः एव सम्बन्धः कार्यकारणाभावघटकः अतः दण्डः घटं प्रति न समवायिकारणं न अपि असमवायिकारणं किन्तु निमित्तकारणम् इति आगतम् अतः स्पष्टमस्ति खलु तत्र अत्र प्रश्नः अत्र किमुक्तमस्ति कपालनिष्ठा भ्रमिः तादृशभ्रमिमत्ता कपाले इति अनेन परम्परासम्बन्धेन दण्डः समवायिकारणे तर्हि कारणं कः अस्ति समवायिकारणे स्थित्वा नाम कुत्र अस्ति अत्र कारणे हा हा हा समवायिकारणे नाम कुत्र स्थित्वा परम्परासम्बन्धेन हा हा परम्परासम्बन्धेन दण्डः समवायिकारणे नाम घटस्य समवायिकारणे नाम घटस्य समवायिकारणं कपालः खलु घटस्य समवायिकारणं कपाले अतः समवायिकारणमेव अधिकरणम् इति स्वीकृतवन्तः अतः इदानीम् अधिकरणम् अस्ति कपालः कपालः समवायिकारणम् अस्ति घटस्य किन्तु अत्र दण्डः इति कारणम् इति प्रदर्शयितुम् इच्छामः तर्हि दण्डः कपाले नाम घटस्य समवायिकारणे परम्परासम्बन्धेन दण्डः कपाले समवायिकारणे परम्परासम्बन्धेन स्थित्वा घटम् इति कार्यं तत्र जनयति समवायसम्बन्धेन इति कृत्वा इह अपि अन्यः एव सम्बन्धः नाम परम्परासम्बन्धः एव कारणतः अवच्छेदकः सम्बन्धः अपि सः परम्परासम्बन्धः भिन्नः सम्बन्धः नाम यत् पूर्वं यः सम्बन्धः अस्माभिः पूर्वं दृष्टः तादृशसम्बन्धः अत्र नास्ति परम्परासम्बन्धः साक्षात् सम्बन्धः अपि नास्ति अतः अत्र दण्डः इति न समवायिकारणम् अस्ति घटं घटस्य न वा असमवायिकारणम् अस्ति अतः दण्डः घटस्य निमित्तकारणं भवति निमित्तकारणं परन्तु आचार्य अत्र पूर्वं यत् चक्रम् अपि निमित्तकारणमासीत् किल सत्यं हा चक्रमपि निमित्तकारणम् अनेकानि निमित्तकारणानि भवन्ति भगिनि अतः तत्र अत्र केवलं स्तरः न स्थापितः चक्रं तु साक्षात् सत्यं भगिनि साक्षात् भगिनि अतः एव अत्र चक्रदण्डादीनां कारणत्वं निरूपणीयं नाम तत्र अनेकानि कारणानि सन्ति नाम कुलालः अपि निमित्तकारणं भवति जलमपि तत्र जलमपि आवश्यकं खलु घटनिर्माणे तर्हि जलमपि तत्र निमित्तकारणं भवति. इदानीं तत्र जल इतोपि एकः प्रश्नः, तत्र तादृशमतिमत् भ्रमिमत्ता, तत्र मतुक् प्रत्ययः नाम यथा रूपं यस्मिन् अस्ति सः रूपवान् इति किल? तदेव सत्यं भगिनि. भ्रमिमत्तवान् कपालः वक्तव्यं किल, भ्रमिमत् कपालः कथं वक्तव्यं? न न न, भ्रमिमत्ता अस्ति नाम भ्रमिमत् भ्रमिमान् अस्ति कपालः खलु. हा तद् वक्तव्यं किल, पुल्लिङ्गः. न न, कपालः एव भ्रमिमान् खलु, कपालः भ्रमिमान् कपालः. तर्हि भ्रमिमत् कपाल, तत् सत्यं वा भ्रमिमान् कपालः? आचार्य आचार्य, कपालमिति नपुंसकलिङ्गे चिन्तयामः चेत् भ्रमिमत् इति भवति. न न, कपालः इति पुल्लिङ्गपदं, पुल्लिङ्ग अस्ति, पुल्लिङ्ग अस्ति चेत् भ्रमिवान् भवेन् इति, पुल्लिङ्ग अस्ति चेत् भ्रमिमान् भवेत्, न वान् न भ्रमिमान् भ्रमिमान् भवेत् पुल्लिङ्ग. तर्हि भ्रमिमान्, किन्तु तत्र किं भवति भगिनि, तत्र भ्रमिमत्ता नाम भ्रमिमत् इति प्रातिपदिकं, भ्रमिमत् इति प्रातिपदिक प्रातिपदिकस्य भावः भ्रमिमत्ता, भावार्थे अतः भ्रमिमत्ता कपाले अस्ति, अतः तादृश भ्रमिमत्ता. भावप्रत्यय किञ्चित् भिन्नम् अस्ति वा तत्र? मतुप् भावः इति उपरि गमने, मतुप् इति अधोगमने. तर्हि उदाहरणद्वयं ददाति वा इदानीम्? एकं नाम तत्र भ्रमिमान् कपालः अत्र, किन्तु भ्रमिमत् भ्रमिमत्ता पुनः कपाले एव अस्ति, उपरि अस्ति भ्रमिमत्ता. भ्रमि इति भ्रमि इति उपरि अस्ति, भ्रमणं भ्रमणं कपाले अस्ति खलु. भ्रमणम् इति कर्म स्वक्रिया कपाले अस्ति, तर्हि कपालः भ्रमिमान् अधोगमनम्. किन्तु पुनः तत्र भ्रमिमान् इति तस्य भावः भ्रमिमत्ता इति भवति, तर्हि उपरि यथा तत्र पुस्तक रूपवान् बालकः, यदा वयं वदामः रूपवान् बालकः, तर्हि तत्र उपरि गमनं वा अधोगमनम् अस्ति रूपवान् मध्ये? तावदेव, रूपवान् बालकः रूपवत्ता, रूपवत्ता बालके. रूपवान् बालकः तत्र मतुप् प्रत्ययं स्वीकुर्मः वा भावः अस्ति, किम् अस्ति तत्र? मतुप् एव, मतुप् मतुप् मतुप् तस्य अनन्तरं भावः इति योजयामश्चेत् उपरि गच्छामः. तर्हि रूपवान् स्थाने किं वदामः? रूपवत्ता. ओ रूप, नाम तत्र बालकत्वम् इति उपरि गमने खलु भावः, त्वम् इति बालप्र तथैव था अपि, त्वं यथा अस्ति तथैव ता, पुस्तकत्वं पुस्तकता, रूपवता, न रूपवत्ता बालके, रूपवत्ता, आमां रूपवत्ता, रूपवत्ता बालके, रूपता रूपे अस्ति. ओ आमां, सत्यं सत्यं. अतः आचार्य रूपे अस्ति, रूपवत्ता इति तत् यथा वयं वदामः भ्रमि बुद्धिमत् प्रातिपदिक यदा स्वीकुर्मः चेदा तत्र बुद्धिमान् बुद्धिमान् बालकः, अनन्तरं तत्र बुद्धिमत्ता दृश्यते इति, बुद्धिमत्ता दृश्यते तत्र, तथैव अत्र भ्रमिमत्ता अस्ति कपाले इति. तथैव अस्ति, समीचीनं भगिनि, तथैव अस्ति भगिनि, सत्यं सत्यं भगिनि, तथैव अस्ति अत्र तादृशप्रयोगः. भ्रमिवान् कपालः अपि वक्तुं शक्नुमः किल, भ्रमिमान् कपालः? सत्यं भ्रमिमान् कपालः, सत्यं. किल भ्रमिमान् कपालः अत्र मतु प्रत्ययः अस्ति इति अस्ति, कीदृशकपालः भ्रमिमान् कपालः इति अस्ति. समीचीनं, तर्हि तत्र एतावत् कृतवन्तः तर्हि अद्य तत्र सर्वं तत्र कथं वक्तव्यमिति ज्ञातवन्तः अपि, अतः समीचीनं, बहु समीचीनमस्ति. अतः अग्रे तत्र अनन्ताः इति आरभ्य अग्रिमवर्गे पठितुं शक्नुमः। अस्तु, तर्हि बहु समीचीनम्।